नमस्कारः. धातुपाठे हल् सन्धिः चतुर्थभागः अनुवर्तते. तर्हि गतसप्ताहे सारांशरूपेण वयं दृष्टवन्तः कथं दकारादिप्रत्ययस्य विषयं चर्चयामः. अधुना तर्हि दकारादिप्रत्ययः कथं लभते इति, त्रिविधाः भवन्ति इति वयं दृष्टवन्तः. तर्हि एकमासीत् हूजल्व्योहेदिः हेर्दिः इति सूत्रेण हि इति प्रत्ययस्य स्थाने धि आदेशः भवति, हू धातुतः अनन्तरं जलन्तेभ्यः धातुभ्यः इति दृष्टवन्तः. हि इति प्रत्ययस्य धि इति आदेशः भवति, तर्हि तस्मिन् समये धकारादिप्रत्ययः भवति इति. द्वितीयमासीत् जशस्ततो दोर्धः इति. तर्हि जश् उत्तरस्य जश् इति जशन्तधातोः उत्तरस्य यदि तकारः वा तकारः वा अस्ति चेत् तयोः धकारादेशः भवति, तर्हि धकारादिप्रत्ययः भवति धातुं वर्जयित्वा इति. अनन्तरम् अन्यत्र स्थलद्वये तादृश धकारादिप्रत्ययः लभते. आत्मनेपदी प्रसङ्गे द्वे इति प्रत्ययः लटि, अनन्तरं लोटि लङि ध्वम् इति लभते. तर्हि लभन्ते तर्हि तत्रापि दकारादिप्रत्ययः भवति. तर्हि दकारादिप्रत्ययपरे कीदृशकार्याणि भवन्ति इति सारांशत्वेन दृष्टवन्तः. दकारादिप्रत्ययः जश् प्रत्याहारे अस्ति इति कृत्वा जलान्तश्चषि इति जष्त्वसन्धेः अवसरः प्राप्नुमः. तर्हि अग्रे गत्वा प्रत्येकं धातुवन्तस्य कीदृश सोपानेन पश्यामः. विद्यावगीकरणं करोति वा कवर्गान्त प्रत्ययः धातुः कवर्गान्तदातुः अनन्तरं प्रत्ययः दकारादि इति. हा, यदि धातुः कवर्गान्तः अस्ति अनन्तरं तत्र अनन्तरं दकारादि इति भवति हूजल्भ्यो हेर्दिः इति सूत्रेण दकारादिः दकारादेशः भवति. यदि यदि धातोः अन्ते जश् वर्णः जल् वर्णः अस्ति कवर्गीयवर्णः प्रथमद्वितीयतृतीयचतुर्थवर्णः जल्वर्णः एव इति कृत्वा तत्र हि इति प्रत्ययः अस्ति चेत् धि इति भवति. अनन्तरं तत्र जलांजश्चषि इति सूत्रेण जष्त्वं भवति. तत्र कवर्गस्य तृतीयवर्णः गकारः आगच्छति. तर्हि ग इति अत्र प्रथमं ग भवति अनन्तरं धि इति भवति धि इति. उदाहरणार्थम् अत्र शाशक्योगः हि अत्र तत् ककारः जल्वर्णः इति कृत्वा हूजल्भ्यो हेर्दिः इति सूत्रेण हि स्थाने धि, अनन्तरं जलांजश्चषि इत्यनेन शाशग् योगः धि शाशग्धि इति भवति. ओके, अस्तु. अनन्तरं चवर्गस्य विषये अपि वदामि वा? ओ लेले को अन्ये अपि उदाहरणानि सन्ति खलु तया तेषां. ओ ओ अस्तु अस्तु. ओ अग्रे वा? ओके ओके अग्रे. अस्तु अस्तु. लेलेक् अनन्तरं तात्वं. लेलेक् योगः हि लेलेक् अत्र एव मम संशयः आसीत् लेलेक् अथवा लेलिक् इति. लेलेक् इति एव महोदयेन उक्तवान्, परन्तु लिक् इति एव धातु किल भगिनि? लेलेक् इति अत्र लेलेक् इति अस्माकं यङ्ग्लुगन्तधातुः भवति खलु भगिनि? हा, यङ्ग्लुगन्त लिक् लेलिक् इति भवति. इदानीम् अत्र अपित् प्रत्ययः अस्ति चेत् लेलिक् इति एव तिष्ठति किल. लेलेक् इति तत्र गुणः प्रायः वयम् अग्रे जानीमः. अस्तु अस्तु. लेलेक् योगः हि अत्र हूजल्भ्यो हेर्दिः इति समानकार्यं भवति. अत्र हि स्थाने धि आदेशः भवति, अनन्तरं जलां जश्चषि इत्यनेन ककारस्य स्थाने तृतीयवर्णः गकारः लेलेग्धि इति भवति. अनन्तरं तात्वङ्ग् योगः हि अत्रापि समानकार्यं, गकारः जल्वर्णः इति कृत्वा हि स्थाने धि, अनन्तरं जलां जश्चषि इति सूत्रेण गकारस्य स्थाने गकारादेशः भवति जलां जश्चषि इति सूत्रेण. अनन्तरं तात्वङ्धि इति भवति लालङ् योगः हि, अत्रापि समानकार्यं धी भवति हि स्थाने धी, गकारः जल्वर्णः, अनन्तरं तत्र जलां जश्चषि इत्यनेन गकारः भवति. अत्र तु गकारात् प्राक् नकारः एव अस्ति, तथापि तत्र पुनः अनुस्वारस्य ययि परसवर्णः इति सूत्रस्य कार्यं भवति, पुनः नकारस्य नकारादेशः एव लालङ्धि. अस्तु भगिनि, भगिनी यथा उक्तवती लेलेक् योगः ति इति अस्ति, किन्तु अत्र तु पुगन्तलघुपदस्य चेति भवति, अत्र तु हि इति प्रत्यये परे तु लेलिक् इति एव भवति इति महोदय उक्तवान् वा तथा नास्ति इति? न न न, अहं न पृष्टवती, परन्तु मम मनसि लेलिक् इति अहं चिन्तितवती, तत् अतः एवं पृष्टवती. भगिनी यथा उक्तवती लेलिक् इति एव भवितुम् अर्हति इति मन्ये, प्रायः महोदयं पृच्छामि भगिनि, प्रायः वयम् अग्रे जानीमः लेलिक् इति अथवा लेलिक् इति. धन्यवादः. अस्तु तर्हि शुकवर्णमहोदय पठितुं शक्नोति वा? रामप्रिया भगिनी अपि अस्ति वा? रामप्रिया भगिनी पठितुं शक्नोति वा? नमस्ते भगिनि. आम् आम् आं भगिनि, धातुः चवर्गान्तः प्रत्ययः दकारादिः चवर्गस्य समूहत्रयं. सामान्यनियमः धात्वान्ते च झ वा चेत् चवर्गस्य स्थाने कवर्गादेशो भवति चोहुकुः इति सूत्रेण. धात्वान्ते कवर्गीयवर्णस्य जष् आदेशः जलां जष् जषि इति सूत्रेण. अत्र चवर्गान्तधातुः विषये दत्तमस्ति द्वितीयबिन्दुः. प्रत्ययः दकारादिः, तत्र त्रय चवर्गस्य समूहः त्रयम् अस्ति. प्रथमनियमः सामान्यनियमः, तत्र यदा धात्वान्ते च झ वा चेत् कवर्गादेशः चवर्गस्य स्थाने भवति. सूत्रमस्ति चोहोकुः इति. धात्वान्ते कवर्गीयवर्णस्य, यदा कवर्गीयवर्णः धात्वान्ते आगच्छति चेत् तत्र चोहोकुः इति सूत्रेण यदा कवर्गीयवर्ण आदेशः भवति अनन्तरं जष् आदेशः भवति जलां जष् जषि इति सूत्रेण. उदाहरणं पठामि भगिनि. यथा विच् योगः श्नम् योगः द्वे, तत्र श्नम् इति रुदादिभ्यः श्नम् इति सूत्रेण तस्य विकर्णप्रत्ययः श्नम् इति अस्ति. द्वे विञ्च् इति भवति, श्नम् इति लशक्व तदिते हलन्त्यम् इति सूत्रेण अनुबन्धलोपानन्तरं न एव अवशिष्यते. मित् अस्ति अतः मितचोन्त्यात् परः इति कारणात् मध्ये आगच्छति धातोः मध्ये विञ्च् इति. विञ्च् योगः द्वे. इदानीं चोहोकुः चवर्गीयधातुः अस्ति अतः चोहोकुः इति सूत्रेण चवर्गस्य स्थाने कवर्गादेशः भवति विङ्क् योगः द्वे. अत्र नश्चापदान्त नकारः अस्ति अतः नश्चापदान्तस्य जलि इति सूत्रेण अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः भवति विङ्क् योगः द्वे. अत्र जल् जष् वर्णः अस्ति परे अतः जष् आदेशः भवति विङ् तृतीयवर्णः कवर्गस्य स्थाने तृतीयवर्णः विङ् योगः द्वे. इदानीम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य स्थाने कवर्गीयस्य पञ्चमवर्णः विङ् योगः द्वे, वर्णमेलनं भूत्वा विङ् द्वे इति रूपं भवति. अस्तु भगिनि, तर्हि भेदः अत्र केवलं धि इति, यत्र हि यत्र ककारान् कवर्गीयान्तम् अस्ति चेत् जलाञ्जषि इति एकस्य एव कार्यम् अस्ति, एकस्य सूत्रस्य एव. अत्र चोहोकुः कार्यं कृत्वा अनन्तरं पुनः जलाञ्जषि इति, कवर्गः भवति, अनन्तरं चलाङ्गशि इति सम्मानरूपाणि. धन्यवादः भगिनि. प्रायः अन्य कः अस्ति? पुष्प भगिनी पठितुं शक्नोति वा भगिनि? भगिनी अत्र युज् करोतु. युज् करोतु. युज् भगिनी कृतवती वा अत्र? युज् कृतवती. एव कृतवती. विच् च युज् च धातु ऋजादिगणे सः, तत्र श्नम् इति विकरणप्रत्ययः धातोः मध्ये उपविशति. क्ष्णम् इत्यस्मिन् अनुबन्धलोपे न अवशिष्यते. अग्रे यदा अस्माभिः ऋदादिगणस्य सार्वधातु धातुगण धातुकप्रकरणं परिशील्यते तदा सर्वाणि सोपानानि पश्येम. ध्येयं यत् अनुस्वारस्य परसवर्णादेशो भवति एकवारमेव प्रक्रियायाः अन्ते. सूत्रसङ्ख्या इति कारणं पूर्वत्र सिद्धम् इति सूत्रं तत्तु अनुस्वारस्य परसवर्णः. अष्टमाध्यायस्य चतुर्थपादे अस्ति इति कृत्वा सर्वत्र अनेकत्र अन्तिमसोपाने एव आयाति इति वयं जानीमः खलु पूर्वमेव. अन्तिमसोपाने साधारणतया अन्तिमसोपाने एव भवति. किमर्थम् इत्युक्ते चतुर्थाध्याये अष्टमाध्यायस्य चतुर्थपादे अस्ति इति कृत्वा सामान्यतया तस्य पूर्वत्र सिद्धम् इति न सर्वदा असिद्धं भूत्वा अन्ते एव भवति. शशीति इत्यस्यपि अनन्तरमेव भगिनी युज् करोति वा धातु पुष्पा भगिनी? करोमि. युज् योगः श्नं योगः द्वे अत्र युञ्ज् आयाति. शकार तु लषक्. किं सूत्रं लषक्? लषकु तद्दिदे. लषकु आतद्दिदे. लषकु तद्दिदे. लषकु तत् अस्तु. तस्य तथैव षकारः षकारस्य लोपः भवति. नकारः तु तिष्ठति. तु युञ्ज् योगः द्वे अस्ति. अत्र चोहकुः कार्यं करोति जकारस्य. अत्र संयोगः अस्ति परन्तु नकार किं वदति भगिनी तत्तु कोऽपि किं भगिनि प्रश्नः? नकारः अस्ति न तत्र संयोग नकारः अस्ति न नकारः जकारः तत्तु नकारः तत् नकारः अस्ति तथैव तद्विषयात् संयोग स्कोः संयोगस्य अन्तरात् तत् स्कोः संयोगाद्योरन्ते च किं वदति? सकार यत्र संयोगः अस्ति संयोगस्य प्रथमवर्णः इति वर्णः नो चेत् कवर्गः अस्ति चेदेव स्कोः संयोगाद्योरन्ते. अत्र तु सकारः अपि नास्ति कवर्गः अपि नास्ति खलु तर्हि प्रसक्तिः नास्ति. नकारः तु महोदय भगिनी तत्र नकारजकारस्य संयोगः अस्ति परन्तु संयोगान्तस्य लोपः कार्यं न भवति. किमर्थम् इत्युक्ते युञ्ज् इति पदं नास्ति. पदान्ते अस्ति चेत् एव संयोगान्तस्य लोपः इति भवति. अस्तु अस्तु महोदय वदतु. चोहकुः कार्यं करोति तत्र युङ् जकारः गकारः गकारस्य कवर्गीयजकारः गकारः आयाति. अत्र अनुस्वारस्य यै परसवर्णः इत्यनेन युङ् आयाति. युङ् योगितः द्वे युङ् द्वे इति यथा विचि विस्तरेण उक्तं तथा सोपानं वदति वा भगिनि? सोपानं विच्छेत तथा एव इति महोदयेन उक्तं, तर्हि सोपानेन वदति वा? यथा इच्छति तादृशमेव सोपानं भवति, तर्हि तत्तु नष्टपदान्तस्य जलि अत्र विङ् आयाति, ऐ मीन् युङ् युङ् आयाति. चोः प्रथमं नष्टपदान्तस्य जलि तदनन्तरं तत् जलं जष्टसि इत्यनेन तत् कार्यं न करोति, तत् कार्यं न करोति. अनुस्वारस्य परिसवरणः जलां जष्टसि इत्यस्य कार्यं नास्ति वा? नास्ति भगिनि. अत्र दकारः युङ् अस्ति, योगः द्वे अस्ति खलु, युङ् योगः द्वे. वृष्टिः तु सर्वत्र पतति एव खलु, तर्हि कार्यं भवति, किमपि परिवर्तनं न भवति, कार्यमस्ति परिवर्तनं न भवति, कार्यं न करोति, न कार्यं भवति, परिवर्तनं नास्ति, कार्यं भवति एव, पुनः गकारस्य स्थाने पुनः गकारः एव आयाति, आयाति गकारस्य स्थाने गकारः एव. तत्तु यङ् यङ् योगः द्वे, तत्तु अनुस्वारस्य यै परसवर्णः इत्यनेन ञकारः भवति. युङ् युङ् युङ् योगः द्वे युङ् द्वे. धन्यवादः मातृ, धन्यवादः. शुकः न महोदय, गतवान् अस्ति वा महोदय? पुनः विद्या भगिनी. जाजर्ज् योगः हि अत्र जाजर्ज् अत्र जकारः जल् वर्णः सर्वप्रथमम् अङ्गकार्यं हि स्थाने धि हूजल्भ्यो हेर्दिः इति सूत्रेण जाजर्ज् योगः धि. अनन्तरम् इदानीं तत्र चोः कुः इति सूत्रेण जकारस्य स्थाने कवर्यचतुर्थवर्णः गकारः जाझर्ग् योगः धि. अनन्तरं जलां जश्चषि इति सूत्रेण धीदकारः जश्वर्णः इति कृत्वा तत्र गकारस्य स्थाने कवर्गस्य तृतीयवर्णः जाजर्ग्धि इति भवति. अग्रे सूत्राणि पठामि वा? सूत्रं पठामि. अस्तु. चोः कुः, चोः कुः चवर्गस्य स्थाने कवर्गादेशः भवति पदान्ते जलि च. अनुवृत्तिसहितसूत्रं चोः कुः जलि पदस्य अन्ते च. चोः कुः इति सूत्रमस्ति. चवर्गस्य स्थाने कवर्गीयवर्णादेशः भवति क्रमेण भवति, निमित्तमस्ति पदान्ते अपि च जलि परे इति अस्ति. अनन्तरं नश्च पदान्तस्य जलि इति सूत्रं सूत्रं वदति अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति जलि परे. जल् प्रत्याहारे वर्गस्य प्रथमः द्वितीयः तृतीयः चतुर्थः च वर्णाः अपि च श क्ष स ह इति वर्णाः अन्तर्भूताः. अनुवृत्तिसहितसूत्रम् अपदान्तस्य मह नः च अनुस्वारः जलि संहितायां. सूत्रं वदति यदि अपदान्ते नकारः अथवा मकारः अस्ति अस्ति तत्र द्वयोः स्थाने अनुस्वारादेशः भवति जलि परे इति अस्ति. अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रम् अनुस्वारस्य स्थाने परसवर्णादेशः भवति ययि परे. अत्र यै प्रत्याहारे हकारं विहाय तत्र सर्वे हल् वर्णाः अन्तर्भूताः. अनुवृत्तिसहितसूत्रम् अनुस्वारस्य ययि परसवर्णः संहितायां सूत्रम् अत्र अनुस्वारस्य स्थाने परस्य सवर्णादेशः भवति यदि यै प्रत्याह निमित्तमस्ति यै प्रत्याहारस्य वर्णः परः अस्ति चेत्. अनन्तरम् अत्र अस्ति सूत्रं पूर्वत्रासिद्धम्. एतत् सूत्रम् अष्टमध्यायस्य द्वितीयपादे प्रथमसूत्रमस्ति, अधिकारसूत्रं. सपादसप्ताध्यायां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा, अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा. इदमधिकारसूत्रं तस्य प्रभावः भवति ग्रन्थस्य अन्तपर्यन्तं. पूर्वस्मिन् इति पूर्वत्रः, पूर्वत्र न सिद्धम् असिद्धं, पूर्वत्र अव्ययम् असिद्धं प्रथमान्तं द्विपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं पूर्वत्र असिद्धम्. अत्र पूर्वत्र असिद्धम् इति अस्माकं प्रसिद्धसूत्रमस्ति, अधिकारसूत्रमस्ति. अष्टमाध्यायस्य द्वितीयपादात् आरभ्य अन्तपर्यन्तम् एतस्य सूत्रस्य अधिकारः अस्ति. सूत्रं वदति यदि सपादसप्ताध्यायां यानि सूत्राणि सन्ति तानि प्रति त्रिपाद्यां यानि सूत्राणि सन्ति तानि सर्वाणि असिद्धानि इति. तथैव त्रिपाद्यां पूर्वत्रिपादिसूत्रं प्रति परत्रिपादिसूत्रम् असिद्धम्. असिद्धम् इत्युक्ते अत्र सूत्रस्य अस्तित्वमेव नास्ति इति अस्ति. यद्यपि अत्र दृष्ट्या इति अस्ति, दृष्ट्या इत्युक्ते तत्र पश्यति इति न अर्थः, परन्तु इत्युक्ते दृष्ट्या इत्युक्ते सूत्रस्य दृष्ट्या परसूत्रस्य अस्तित्वं नास्ति इति अहं चिन्तयामि, यद्यपि दृष्ट्या इति अस्ति. असिद्धम् इति विषयः तु द्विविधं भवति, कार्यसिद्धं शास्त्रसिद्धम्. अस्तु अस्तु असिद्धम् इत्युक्ते अत्र पूर्वत्रासिद्धम्, अत्र शास्त्रासिद्धम्, अपि च कार्यासिद्धम्. शास्त्रासिद्धम् इति इदानीमेव अहम् उक्तवती, तत्र सपादसप्ताध्यायां यानि सूत्राणि सन्ति तानि प्रति परसूत्राणि असिद्धानि इति, परत्रिपादिसूत्राणि असिद्धानि. तथैव त्रिपाद्यां पूर्वत्रिपादिसूत्रं प्रति परत्रिपादिसूत्रम् असिद्धम् इति कृत्वा तत्र शास्त्रासिद्धं. शास्त्रासिद्धम् इत्युक्ते सूत्रस्य अस्तित्वमेव नास्ति इति. तत्र नास्ति इति मन्ये खलु भगिनि? अत्र असिद्धम् इत्युक्ते यत्र पूर्वत्रिपादिसूत्रं प्रति परत्रिपादिसूत्रम् असिद्धं भवति, अनन्तरं सपाध्यायीसूत्रं प्रति अपि त्रिपादिसूत्रम् असिद्धं भवति इति द्विविधं भवति चिन्तनम्. अनन्तरं शास्त्रसिद्धम् इत्युक्ते यत्र कार्यं न अभवत् अधुना सूत्रद्वयस्य प्रसक्तिः, एकं सूत्रं त्रिपाद्याम् अस्ति अन्यत् सूत्रं सपादसप्ताध्यायमस्ति चेत् यत्र कार्यमेव न अभवत् तस्मिन् समये सपादसप्ताध्यायीसूत्रमेव कार्यं करोति. किमर्थम् इत्युक्ते त्रिपादिसूत्रं तु कार्य शास्त्रसिद्धम् इति कृत्वा. तथैव यदि सूत्रद्वयं भवति, एकं त्रिपाद्यां पूर्वसूत्रमस्ति अनन्तरं द्वितीयं तु त्रिपाद्यम् अनन्तरम् आयाति चेत् पूर्वसूत्रमेव कार्यं करोति. किमर्थम् इत्युक्ते परसूत्रं शास्त्रसिद्धं भवति इति कृत्वा. यत्र कार्यम् एकवारं कार्यम् अभवत् चेत् कस्यापि सूत्रस्य कार्यम् अभवत्, प्रायः त्रिपादिसूत्रस्य कार्यम् एकं कार्यम् अभवत् चेत् अनन्तरं सपादसप्ताध्यायी कार्यं कर्तुम् इच्छति चेत् अपि कार्यं तद् कार्यं न पश्यति. अष्टम त्रिपादिसूत्रं यत् कार्यम् अभवत् तत् कार्यं न पश्यति इति कृत्वा तद् कार्यसिद्धं वदामः खलु महोदय. तर्हि भगिनि अत्र पूर्वत्र असिद्धम् असिद्धम् एव शास्त्रसिद्धम् इति नास्ति वा? शास्त्रसिद्धम् इत्युक्ते भिन्नविषयः वा? शास्त्रसिद्धम् इति असिद्धम् इति तु उभयत्र भवति, कार्यसिद्धं तत्रापि असिद्धमेव, शास्त्रसिद्धमपि असिद्धमेव. शास्त्रसिद्धं यत्र कार्यं न अभवत्, केवलं चिन्तनं भवति कस्य सूत्रस्य प्रसक्तिः बलम् अधिकम् इति चिन्तयामः, तस्मिन् समये शास्त्रसिद्धम् इति वदामः. करत्रिपादिसूत्रं वा नो चेत् सपादि प्रति त्रिपादिसूत्रं शास्त्रसिद्धम् इति वदामः. किन्तु यदि एकस्य कार्यम् अभवत्, त्रिपादिसूत्रस्य एकस्य कार्यम् अभवत्, अनन्तरं सपादसप्ताध्यायीसूत्रं कार्यं कर्तुम् इच्छति चेत् तस्मिन् समये कार्यसिद्धम् इति कृत्वा सपादसप्ताध्यायीसूत्रं कार्यं न करोति. तर्हि अत्र सपादसप्ताध्यायं सिद्धस्य सूत्रस्य दृष्ट्या त्रिपादि असिद्धा इति अस्ति, तत् पूर्वत्र सिद्धम् इत्यनेन तत्र शास्त्रसिद्धम् इति एव तत्र तस्य नाम न उभौ अपि अत्र सम्मिलित्वा एव सूत्रेण निर्दिष्टं शास्त्रसिद्धं कार्यसिद्धं पूर्वत्र सिद्धम् इत्यनेन शास्त्रसिद्धं कार्यसिद्धं समानविषयः तु समान एव, अन्यत् परसूत्रं न पश्यति इति एव अस्ति. किन्तु एकं कार्यम् अभवत् चेत् तद् कार्यसिद्धम्, एकं कार्यम् अभवत् चेत् त्रिपादिसूत्रस्य कार्यम् अभवत् चेत् अन्यत् किमपि कार्यं कर्तुमिच्छति चेत् तत्र कार्यसिद्धम् इति वदामः. किन्तु यत्र कार्यमेव न अभवत् तत्र शास्त्रीयरूपेण एव चिन्तयामः खलु इति कृत्वा शास्त्रसिद्धम् इति तत्तु एव नामकरणमेव. आमां चिन्तनस्य एव, आमाम् अस्माकं चिन्तनस्य एव, कार्यं तु एकमेव कार्यमस्ति, न पश्यति इति एव यथा भगिनी उक्तवती. न पश्यति इत्युक्ते कार्यं सूत्रं पश्य कार्यं यदस्ति तद् न पश्यति. यदि कार्यम् अभवत् चेत् कार्यं न पश्यति, कार्यं न अभवत् चेत् बलं न्यूनबलं भवति इति कृत्वा सिद्धम् इति कृत्वा इति शास्त्रेण एव अपगच्छति. अस्तु अस्तु, धन्यवादः. धन्यवादः. तर्हि अत्र आं भगिनि, विशेषनियमः, एते चकारान्त जकारान्तदातवः प्रश्च भ्रश्च सृज मृज यज राज ब्राज चेत् अयं सोहोकुः इत्यस्य अपवादः. एषां चकारान्त जकारान्तदातूनां च अन्तिमवर्णस्य स्थाने शकारादेशो भवति भ्रश्च भ्रश्च सृज मृज यज राज ब्राज शशांसः इति सूत्रेण. प्रत्ययादौ दकारस्य स्थाने दकारादेशो भवति ष्टुनाष्टुः इति सूत्रेण. धात्वन्ते शकारस्य स्थाने जष् आदेशः भवति जलां जष् जषि इति सूत्रेण. चकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जष्त्वं नाम चकारादेशः. एतत्तु विशेषनियमः. प्रथमं वयं सामान्यनियमः दृष्टवन्तः, इदानीं विशेषनियमः. तत्र भ्रश्च भ्रश्च सृज मृज क्षम्यता भ्रश्च सृज मृज यज् राज् ब्राज् इति धातोः सकारान्त जकारान्तदातवः विषये अस्ति. अत्र एतत् भ्रश्च भ्रज् भ्रश्च सृज मृज यज राज ब्राज शशांशः इति सूत्रं चोहोकुः इति सूत्रस्य अपवादसूत्रमस्ति. प्रथमकार्यं तु एतद् सूत्रं चकारान्तजकारान्तधातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशः भवति प्रथमं. द्वितीयमस्ति, द्वितीयसोपानमस्ति यदा प्रत्ययादौ दकारः अस्ति तस्य स्थाने डकारादेशः भवति ष्टुनाष्टुः इति सूत्रेण. तृतीयसोपानमस्ति जलां जष् जषि इति सूत्रेण. धात्वन्ते अन्ते षकारस्य स्थाने जष् आदेशः भवति. षकारः तु मूर्धन्यवर्गः वर्णः अस्ति, अतः तस्य स्थाने डकारादेशः भवति, मूर्धन्यवर्ण आदेशः भवति. उदाहरणं पठामि वा भगिनि? यथा वाव्रष्ट् योगः हि इति धातुः अस्ति, चकारान्तधातुः अस्ति, व्रश्च भ्रश्च इति सूत्रं तत्र अस्ति. प्रथमं हूजल्भ्यो हेर्भिः इति सूत्रेण हि स्थाने दि आदेशः भवति, इदानीं वावृष्ट् योगः दि इति स्थितिः अस्ति. तत्र वावृष्ट् इति स्थितौ तत्र संयोगः अस्ति, अतः स्कोः संयोगाद्योरन्ते च इति सूत्रेण जलीपरे दि इति जल् वर्णः अस्ति, जलीपरे संयोगस्य आदौ स्थितस्य सकारलोपः भवति. प्रथमं एतत्तु वावृश्च इति अस्ति, अत अनन्तरं श्रुत्वसन्धि भूत्वा वावृश् इति भवति, अतः इदानीं तस्य तत् आदौ स्थितस्य सकारस्य लोपः भवति, लोपं भूत्वा वावृच् इति वावृच् योगः दि. तत्तु व्रश्च व्रश्च सृज मुज यज राज ब्राज च शांशः इति सूत्रेण अन्तिमचकारस्य स्थाने षकारादेशः भवति, वावृश् योगः त्रि दि. इदानीं मूर्धन्यषकारस्य प्रभावेण ध स्थाने ढ आदेशः भवति ष्टुनाष्टुः इति सूत्रेण, वावृश् योगः डि. जलां जश् जशि इत्यनेन जष्त्वं, किमर्थम् इत्युक्ते एतत्तु जष् वर्णः अस्ति डकारः, षकारः जल् वर्णः अस्ति, अतः तस्य स्थाने जष् वर्णः आदेशः भवति, वाव्रड्डि इति रूपं भवति अन्तिमरूपम्. धन्यवादः. योगः हि भूजलाभ्यो हेतिः इत्यनेन बरीब्रज् योगः धि आयाति, ते हि स्थाने धि आयाति. अत्र स्कोः संयोगाद्योरन्ते च इत्यनेन मूलसकारलोपः, अत्र प्रथमः जकारः, प्रथमः जकारः तु अत्र अस्तु, अत्र स्कोः संयोगाद्योरन्ते चकारः लोपः भवति. वरि ब्रज् योगः धि, व्रश्च व्रश्च सृज मृज यज राज ब्राज चशांशः इत्यनेन बरीब्रश् मूर्धन्यषकारः आयाति जकारस्थाने, बरीभ्रश् योगः धि चुनाष्टुः इत्यनेन दकारस्य परिवर्तनम् आयाति, दकारस्य डकारः, तत्तु बरीभ्रश् योगः डि. जलाञ्जश्चि इत्यनेन बरी षकारस्य परिवर्तनम् आयाति, डकारः, बरीभ्रड् योगः डि डि डि बरीभ्रड्डि. सरीसृज् योगः हि, तत्तु भूजलाभ्यो भूजलभ्यो हेर्भिः इत्यनेन सरीसृज् योगः धि, हकारस्य धकारः, वृष्टभ्रश्च सृज मृज यज राज प्राज छशां शः इत्यनेन जकारस्य स्थाने मूर्धन्यषकारः आयाति, सरीसृश् योगः धि. तत्तु ष्टुनाष्टुः कार्यं करोति, तत्र धकारस्य स्थाने धकारः आयाति, सरीसृश् योगः धि. धि तु झषि अस्ति, जलां झष् झषि, तथैव षकारस्य स्थाने डकारः आयाति, सरीस् सृड् योगः धि सरीसृद्धि. अत्र किमर्थं गुणकार्यं किमर्थं न भवति, सरीसृज् किमर्थं सरीसर्ज् इति न भवति? गुणकार्यं सर्ज् न याति, तत्तु हि तु पित् नास्ति न? हा आम्, अपित् अस्ति, आरोपितम् अस्ति, सेहि पित् इति सूत्रे. धन्यवादः. आं भगिनि, अत्र मरीमृज् योगः हि अत्र हूजल्भ्यो हेर्दिः इति सूत्रेण तत्र जकारः जल्वर्णः हि स्थाने धि मरीमृज् योगः धि. इदानीं तत्र पुगन्तलघुपदस्य च इत्यस्य इति सूत्रम् इत्यस्य प्रसक्तिः अस्ति, अपि च मृजेर्वृद्धिः इत्यस्य अपि प्रसक्तिः अस्ति. परन्तु अत्र हि इति यथा भगिनी उक्तवती अपित् प्रत्ययः सेहर्यपिच्च इत्यनेन अपित्वम् आरोपितम् इति कृत्वा तत्र गुणवृद्धिः निषेधः इति कृत्वा मरि तत्र किमपि कार्यं न भवति. मरीमृज् योगः दि. अनन्तरं तत्र व्रश्च व्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रेण तत्र चकारस्य स्थाने षकारादेशः भवति. मरीमृष् योगः धि. अनन्तरं ष्टुनाष्टुः इति सूत्रेण षकारस्य प्रभावेन तत्र दकारस्य स्थाने डकारः भवति, टवर्गस्य चतुर्थवर्णः डकारः. मरीमृष् ढि इति अस्ति. अनन्तरम् इदानीं तत्र जलांजश्चषि इति सूत्रेण षकारस्य स्थाने टवर्गीयवर्णस्य तृतीयवर्णः डकारः मरीमृड्ढि भवति. अग्रिमं यायज् योगः हि तत् अत्रापि प्रथमं भूजल्भ्यो हेर्दिः इत्यनेन हि स्थाने धि जकारः जल्वर्णः. अनन्तरं व्रश्च व्रश्च सृज मृज यज राज ब्राज चशांशः इति सूत्रेण यज् इति धातुः तत्र परिगणितधातुः. जकारस्य स्थाने षकारः. यायश् योगः धि. ष्टुनाष्टुः इत्यनेन यायश् योगः ढि. अनन्तरं जलां जश्चषि इत्यनेन षकारस्य स्थाने डकारः यायड्ढि इति भवति. अनन्तरं राराज् योगः हि अत्रापि समानकार्यं राराड्डि इति भवति. बाब्राज् इति अपि समानकार्यं बाब्राड्डि. धन्यवादः. सूत्रं पठामि वा? कोः संयोगाद्योरन्ते च संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत् संयोगस्य प्रथमसदस्य लोपो भवति, न तु द्वितीयसदस्य जलिपदान्ते च. अत्र अनुवृत्तिसहितसूत्रमस्ति, संयोगाद्योः कोः लोपः जलिपदस्य अन्ते च. एतत् सूत्रं वदति यदा संयोगः अस्ति चेत् तस्य प्रथमसदस्यः सकारः वा ककारः वा अस्ति चेत् तस्य लोपः भवति, जलि पदान्ते च इति निमित्तम् अस्ति. अनन्तरं भ्रष्ट भ्रष्ट सृज मृज यज राज ब्राज चशांशः. भ्रष्ट भ्रष्ट सृज मृज यज राज राज ब्राज चकारान्ताः षकारान्ताः च येषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति, जलि पदान्ते च. अनुवृत्तिसहितसूत्रमस्ति, भ्रश्च भ्रश्च सृज मृज यज राज ब्राज चशांशः जलि पदस्य अन्ते च. अत्र एतत् सूत्रं तु वयं जानीमः, एतत् धातुः अस्ति चेत् यदा व्रश् ब्रश् इति धातुः अस्ति चेत् अथवा चकारान्तषकारान्ताः धातूनां कृते अन्तिमवर्णस्य स्थाने षकारादेशः भवति, निमित्तम् अत्रापि जलि पदान्ते च अस्ति. ष्टुनाष्टुः दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशो आदेशः, टवर्गीयवर्णादेशश्च भवतः मूर्धन्यषकारः टवर्गीयवर्णयोः योजनेन. अनुवृत्तिसहितसूत्रमस्ति, तोः ष्टुनाष्टुः संहितायाम् इति. एतद् तु सन्धि विषये ष्टुनाष्टुः इति, तत्र दन्त्यसकारः तवर्गीयवर्णः तस्य स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशः भवतः यदा मूर्धन्यषकार टवर्गीयवर्णस्य योजनेन आम् प्रश्नः उदेति किमर्थं ष्टुनाष्टुः सर्वदा पूर्वम् आयाति जलां झषि परम् इति पूर्वत्र असिद्धम् इति कारणं द्वे अपि सूत्रे प्रतिपाद्यं तत्र सूत्रसङ्ख्या दृष्ट्या ष्टुनाष्टुः इति पूर्वसूत्रं जलां झषि इति परसूत्रम् अत्र यदा प्रश्नः आगच्छति यदा किमर्थं ष्टुनाष्टुः प्रथमम् अनन्तरमेव जलां झषि इति ष्टुनाष्टुः अष्टम अध्यायस्य चतुर्थपादे एकचत्वा क्षम्यतां 41 किल आम् जलां झषि तु चतुर्थपादे 43 परं त्रिपञ्चाशत् अतः पूर्वत्र असिद्धम् इति कारणमस्ति सूत्रद्वयमपि त्रिपाद्याम् अस्ति परन्तु सूत्रसङ्ख्या दृष्ट्या ष्टुनाष्टुः एव पूर्वम् आगच्छति अनन्तरमेव जलां झषि तत्र तु पूर्वत्र असिद्धम् इति कारणात् धन्यवादः अधुनैव दृष्टवन्तः प्रायः चकारान्तदातुः इति चकारान्तदातुः इति एकनिमिष ष्टुनाष्टुः चकार प्रापच् वर्गद्वयं तुक्सहितचकारान्तधातुः इति चेत् चोः शूरनासिके च इत्यनेन षत्वं तदा वष्टभ्रश्च सृजमृज यजराज प्राज चषांशः चषः इत्यनेन षत्वं प्रापच् योगः हि हूजलाभ्यो हेर्धिः इत्यनेन प्रापच् योगः धि हकारस्य स्थाने धकारः अत्र चोः क्षूडनिनासिके च इत्यनेन मूर्धन्यचकार द्वे चकारः तत्तु अस्ति इति स्थाने षकारः आयाति प्रापश् योगः धि वृष्टभ्रश्च सुजल मृजल यजराज राज चषां शः इत्यनेन मूर्धन्यषकारः षकारस्थाने मूर्धन्यषकारः आयाति प्रापश् योगः धि अत्र ष्टुनाष्टुः मूर्धन्यषकार अस्ति इति कारणेन झकारस्य ढकारः आयाति प्रापश् योगः धि जलां झषि तत्तु जलां झषि अत्र षकार मूर्धन्यषकारः डकारस्य मूर्धन्यषकारः न डकारः अस्ति इति कारणेन जलां षकारः तु जलामस्ति तथैव प्रापड् योगः धि प्रापड्डि इति अत्र अत्र छोः षुडननासिके च दृश्यभृश इत्यस्य अपि प्रसक्तिः अस्ति अत्र प्रापच्य बृहधि इत्यस्ति महोदयः उक्तवान् इच्छ इति एव अस्ति सुतुसहितचकारः एव उभयत्र इति किन्तु छोः छोः षूडनु नास्ति केच तत्रापि तुक् सहितचकारः अनन्तरं वृष वृष इत्यत्रापि छ शां शः इति अस्ति खलु शां शः तत्रापि तुक् सहितचकारः अपि तत्र खलु तर्हि किमर्थं छोः षूडनु नास्ति के पूर्वत्र तुक्सहितचकारान्तधातुः नास्ति चेत् चोः कुः इत्यनेन कृत्वा अस्तु अत्र तुक्सहितचकारान्तधातुः नास्ति चेत् चोः कुः इत्यनेन कृत्वम् अत्र उदाहरणमस्ति वावाञ्च् योगः हि तत्र सर्वप्रथमं हूजल्भ्यो हेर्दिः इति सूत्रेण हि स्थाने धि वावांश योगः धि चकारः जल्वर्णः इति कृत्वा वावांश योगः धि तदनन्तरं तत्र तत्र अतुक्सहितचकारः नास्ति इति कृत्वा व्रश्च भ्रश्च सृजमृजय जराजभ्राज शशांशः इत्यस्य प्रसक्तिः नास्ति अतः तत्र सामान्यसूत्रं चोः कुः इत्यनेन चकारस्य स्थाने कवर्गीय खखारादेशः भवति वावाङ्क् योगः धि तत्र यकारः तत्तु मूले नकारः एव आसीत् तत्र अतः अत्र नशापदान्तस्य जलि इति सूत्रेण तत्र नकारस्य स्थाने अनुस्वारादेशः भवति खकारः जल्वर्णः अस्ति इति कृत्वा तदनन्तरं जलांजश्च शि इति सूत्रेण धि डकारः जश्वर्णः ककारः जल्वर्णः तत्र कवर्गस्य तृतीयवर्णः गकारः आगच्छति अनन्तरम् अनुस्वारस्य ययि परसवर्णः इति सूत्रेण अनुस्वारस्य परसवर्णादेशः तत्र गकारस्य कवर्गस्य पञ्चमवर्णः गकारः वावाङ्धि इति भवति अनन्तरम् अत्र सूत्रं चोः षूडनुनासिके च तुक्सहितचकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊट् आदेशो भवति अनुनासिकादिप्रत्यये परे क्वि परे जलादिप्रत्यये परे अनुवृत्तिसहितसूत्रं चोः अङ्गस्य षूड् क्विचलोः अनुनासिके च चोः षूड् अनुनासिके च सूत्रं वदति तुक्सहितचकारः अस्ति चेत् तस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊट् आदेशो भवति निमित्तमस्ति अनुनासिकादिप्रत्यये परे क्विप् परे जलादिप्रत्यये परे इति निमित्तमस्ति अत्र जलादिप्रत्ययः अत्र कित् नित् इति किमपि नास्ति केवलं यत्किमपि प्रत्यय न यः कोऽपि प्रत्ययः अस्ति जलादिप्रत्ययः अस्ति चेत् कार्यं भवति धातुः तवर्गान्तः प्रत्ययः दकारादिः प्रत्ययादौ दकारस्य स्थाने डकारादेशो भवति ष्टुनाष्टुः इति सूत्रेण धात्वन्ते तवर्गीयवर्णस्य स्थाने जश् आदेशः डकारः इति जलां जश् जशि इति सूत्रेण यदा धातुः तवर्गान्तधातुः अस्ति प्रत्ययः डकारादिः अस्ति चेत् प्रथमं डकारादेशः भवति ष्टुनाष्टुः इति सूत्रेण डकारस्य स्थाने डकारादेशः अनन्तरं द्वितीयमस्ति जलां जश् जशि इति सूत्रेण तवर्गीयवर्णस्य स्थाने जश् आदेशः इत्युक्ते डकारः आदेशः भवति उदाहरणमस्ति लोलूट् योगः दि अत्र ष्टुनाष्टुः इत्यनेन प्रत्ययस्य ध स्थाने ध आदेशः आम् लोलूट् योगः डि इति आगच्छति अत्र जश्वर्णः डि अस्ति जल्वर्णः ध प्रथमवर्णः अस्ति अतः जश् आदेशः भवति लोलुड् तृतीय वर्णः योगः डि वर्णमेलने लोलुड्डि द्वितीयमपि करोमि. पापड् अपि समानकार्यमेव. स्टुनाष्टुः इति सूत्रेण पापड् योगः डि, जलां जश्जशि इति सूत्रेण डकारस्य स्थाने तृतीयवर्णः आदेशः भूत्वा पापड्डि इति रूपं. तृतीयम् अस्ति ईड् योगः द्वे इति. इदानीं तत्र ष्टुनाष्टुः एव, किमर्थम् इत्युक्ते ईड् योगः द्वे, तत्र डकारः जश् नास्ति किल? कार्यं भवति न प्रदर्शितम्. आमामां ध स्थाने ढ आगच्छति. क्षम्यतां, मिलित्वा अस्ति ईड्वे. पुनः ड एव आयाति इति कृत्वा. आम्, पुष्पभगिनी. धातुपाठे कोऽपि ढकारान्तधातुः नास्ति एव, परन्तु हकारान्तधातुः अस्ति चेत् हकारान्तधातुः अस्ति चेत् सामान्यनियमेन फोडः इत्यनेन हकारस्थाने ढकारः आदेशः भवति इति जानीमः. तत्र उदाहरणात् तृणो योगः जि, होडः इत्यनेन हस्थाने ड आदेशः, तृणोड् योगः धि, ष्टुनाष्टुः इत्यनेन तृणोड् योगः धि चकारस्य स्थाने चकारः, तृणोड् योगः तोडे लोपः इत्यनेन पूर्वतनस्य दकारस्य लोपः भवति. तृणे योगः डि, तृणे डि. तथा हकारस्य स्थाने डकारादेशः भवति जलिपदान्ते च. अनुवृत्तिसहितसूत्रं हः डः जलिपदस्य अन्ते च. एतत् जलिपदस्य कार्यं करोति. कथं जलां जष्टसि, स्कोः स्कोः यथा स्कोः संयोगाद्योरन्ते चेत् तथा एव अत्रापि ततः एव अनुवृत्तिः अपि आयाति. तर्हि जलिपदान्ते अपि कार्यं करोति. डोडे लोपः डकारे परे पूर्वतनस्य डकारस्य लोपो भवति. सूत्रं स्वयं सम्पूर्णं. डोडे लोपः डे लोपः. धन्यवादः. धातुः तवर्गान्तः प्रत्ययः दकारादिः, धात्वान्ते तवर्गीयवर्णस्य स्थाने जश् आदेशः दकारः इति, जलां जश्यसि इति सूत्रेण प्रत्ययादौ दकारस्य कोऽपि विकारः नास्ति, यत् पूर्वं तवर्गीयवर्णः अस्ति. अत्र धातोः अन्ते तवर्गः तवर्गीयवर्णः, अनन्तरं प्रत्ययः दकारादिः, प्रत्ययदकारादिः इति भवति. अत्र उदाहरणार्थं कृन्त् योगः हि, प्रथमं महूजल्भ्यो हेर्दिः इति सूत्रेण हि स्थाने धि, तकारः जल्वर्णः इति कृत्वा, तदनन्तरं जलां जश्चषि इति सूत्रेण तत्र तकारस्य स्थाने दकारादेशः भवति, धि तत्र दकारः जश्वर्णः इति कृत्वा कृन्द् योगः धि, कृन्धि इति एकं रूपम्. अनन्तरम् अत्र जरोजरि सवर्णे इत्यस्य प्रसक्तिः. सूत्रं वदति हल् उत्तरस्य जरः विकल्पेन लोपः भवति सवर्णे झरि परे इति. अत्र कृन्द् योगः धि इति अस्ति. तत्र हल् इत्युक्ते नकारः हल् वर्णः, अनन्तरं दकारः जर् प्रत्याहारे अस्ति, तस्मात् परे ढकारः अपि झर्वर्णः एव, सवर्णे झरि अस्ति, अत्र सवर्णसंज्ञा अस्ति, तुल्यास्य प्रयत्नं सवर्णः इत्यनेन सवर्णसंज्ञा इति कृत्वा प्रथमधकारस्य लोपः विकल्पेन भवति, अतः अत्र रूपद्वयं सम्भवति, कृन्धि कृन्धि इति. अग्रिममपि करोमि वा? अद्योगः हि, अत्रापि हि इति प्रत्ययः दकारः जल्वर्णः इति कृत्वा हू जल्भ्यो हेर्दिः इत्यनेन हि स्थाने धि, अनन्तरं जलां जश्चषि इति सूत्रेण दकारस्य स्थाने दकारः अद्धि. अत्र जरोजरि सवर्णे इत्यस्य प्रसक्तिः नास्ति. किमर्थम् इत्युक्ते अत्र हल् वर्णः नास्ति, जर्वर्णात् प्राक् हल् वर्णः नास्ति इति कृत्वा जरोजरि कार्यं न भवति. अग्रे रुन्द्योगः धि, रुन्द्योगः हि, अत्रापि हू जल्भ्यो हेर्दिः इत्यनेन हि स्थाने धि, अनन्तरं जलां जश्चषि इति सूत्रेण तत्र दकारस्य स्थाने तवर्गस्य तृतीयवर्णः दकारः, रुन्धि इति एकं रूपम्, अनन्तरं पुनः अत्र नकारः अस्ति, दकारः अस्ति, अनन्तरं धकारः अस्ति इति कृत्वा तत्र जरोजरि सवर्णे इत्यस्य प्रसक्तिः, हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णे झरि परे इति कृत्वा तत्र दकारस्य लोपः भवति. अत्र रूपद्वयं रुन्धि अपि च रुन्धि इति रूपद्वयं. आं भगिनि, अत्र कृन्धि रुन्धि इत्यनयोः विकल्पेन ध लोपं कृत्वा कृन्धि रुन्धि भवतः. सूत्रमस्ति जरोजरि सवर्णे इति, अधोलिखितं विवरणं कृपया पठ्यताम्. तदा रुन्द् धातोः उदाहरणं पश्याम. जष्ट्वं कृत्वा रुन्द् योगः धि इति स्थितिः. अस्मिन् नकारः इति हल् दकारात् प्राक् अस्मिन् नकारः इति हल् दकारात् प्राक् दकारः इति जर् धकारः इति दकारस्य सवर्णजर् दकारात् परे. अतः हल् परतः दकारः, यस्मात् परे सवर्णजर् दकारः इति स्थितिः. अस्यां दशायां हल् परतः जर् दकारस्य विकल्पेन लोपः. एतद् वदति यत् कृन्धि रुन्धि इति स्थितौ विकल्पेन धलोपं भवति. धलोपं कृत्वा कृन्धि रुन्धि इति रूपं भवति. किमर्थम् इत्युक्ते जरोजरि सवर्णे इति सूत्रात् भवति. प्रथमं तु यदा भगिनी उक्तवती कृन्धि इति रूपम् आगच्छति, अनन्तरं हल् दकारात् प्राक् नकारः इति हल् दकारात् प्राक् आम् दकारः इति जर्वर्णः अस्ति, अतः सवर्णजर् चतुर्थदकारः अस्ति, अतः पूर्वतनदकारस्य लोपः भवति, तृतीयसदस्यस्य लोपः भवति. अतः रूपद्वयम् आगच्छति कृन्धि कृन्धि इति. जरोजरि सवर्णे हल् उत्तरस्य जरः विकल्पेन लोपः सवर्णजरि परे. हलः जरः लोपः अन्यतरस्यां सवर्णे जरि संहितायां विकल्पेन एतद् लोपः भवति. यदा सवर्णे जरि अस्ति चेत् हलः जरः लोपः भवति. ह्यः एतावदेव दृष्टवन्तः शकारान्तं दृष्टवन्तः. अस्तु तर्हि विरमामः वा? शुभरात्रिः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः.